नमस्कारः सर्वेषाम्, अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। आर्धधातुकप्रकरणे इड् व्यवस्था इति पाठः अनुवर्तते। गतसप्ताहे वयम् अजन्तधातूनाम् इड् व्यवस्था दृष्टवन्तः। अस्मिन् सप्ताहे हलन्तधातूनाम् इड् व्यवस्था आरम्भणीयम्। तत्र गतसप्ताहे एकः प्रश्नः आसीत् किल, नू धातुः, अनन्तरं किमासीत्, धू धातुः, नू स्तवने नुविता, धू स्तवने दुविता इति किम् इति। तत्र तत्र गाङ्कुटादिभ्यो नित् नित् नित् इति सूत्रं पूर्वं कुत्रचित् अस्माभिः पठितमासीत्। अनेन नित्वत् भवति, अतः तत्र नू धू धातुः। आम्, सत्यम्। अतः नू दु इति कुटादिधातुः इति कारणेन तत्र सार्वधातुकार्धधातुकयोः न भवति, नित्वात् तद् गुणनिषेधः। अतः अचिक्षु अचिष्णु धातुर्वां युवोर् यङ् वङ्गौ इति सूत्रेण वङ् भवति। अतः एव नू स्तवने धातुः नुविता इति, न तु भू धातुः इव तत्र भविता इति वा अन्यत् रूपं वा न भवति इति। नू नुविता, धू दुविता इति, गाङ्कुटादिभ्यो नित् नित् नित् नित् नित् इति सूत्रं तदेव इष्टवती। अस्तु, अग्रिमपाठस्य आरम्भं कुर्मः वा? एतद् स्पष्टम् अस्ति किल? विस्मरणं जातम् अस्माभिः पठितम्। आम्, विस्मरणं भवति, एकवारं पठित्वा गच्छामः वा? आम्, तद् भव्या भगिन्याः स्प्रेड्शीट् स्वीकरोतु, एकवारं पठित्वा एव गच्छामि। समग्रचिन्तनं तत्र अस्ति वा? हा, समग्र तद् एकम् एक्सेल् शीट् इव अन्ते अस्ति किल। पठतु महोदय। तत्र अस्तु, तत् पठनीयं खलु, के के इडानुकूल तदेव खलु? तद् एक्सेल् शीट् एव प्राप्तं किल अन्ते दासीत्। आमाम्, अकार आकार आकार सर्वे आनीतः। ईकारेषु द्वौ धातु स्तः, श्री अपि श्वि, श्री शयिता शयितुं शयितव्यं, श्वी श्वयिता श्वयितुं श्वित श्वयितैव श्वयितव्यम् इति भवति। दीर्घ ईकारान्तेषु द्वौ धातु स्तः, शीङ् नीङ् इति, शी इति शयने, शीङ् स्वप्ने, क्षम्यतां, शयिता शयितुं शयितव्यं, नीङ् इति उड्डयने, विहाय स गतौ इति, दयिता दयितुं दयितव्यं। तर्हि नी अस्ति चेत् अत्र तत्र नेता इति भवति, नै नै खलु, नेतव्यम् इति। सत्यं सत्यं सत्यम्। आं, केवलं द्वौ एव। आम्, उकारान्तेषु षड् धातवः सन्ति, यूरुनु इति असंयोग असंयोग, अपि स्नूक्षूक्ष्णु इति संयोग संयोगादयः, यू यविता रु रविता नु नविता, नु इति स्तुतौ इति नविता, तत्र नूनः इति श्नु इति स्नविता, टु क्षविता, क्षु क्ष्णविता इति अस्ति। सर्वे उकारान्तदातवः तत्र तत्र सेटः तत्र भू इति तस्य प्रतिनिधिः अस्ति, भविता इति भवति। ऋकारान्तेषु द्वौ धातु स्तः, ऋङ् अपि ऋ सम्भक्तौ, वरिता वरितुं वरितव्यं, तत्र व्रीङ् वरणे इति, तत्र सम्भक्तौ इति सेवा वा वरिता अथवा क्षम्यतां वरिता सत्यं सेवा अस्तु, वरिता वरितुं वरणं वरणम् इति, वृ वरणे संवरणम् इति, तत्र तत्रापि वरितुं वरिता इति अस्ति। अग्रे ऋकारान्तेषु तत्र केचन तत्र रुद्धनौ रुद्धनोः इति स्य इत्यनेन कृ धातु रुदनवसि इत्यनेन तत्र क्षम्यता मृकारान्तधातूनां लृङ् लिट्लकारे परे लिट् लृङ्ग इति वा तत्र इति लृङ् इति तत्र एव भवति खलु स्य इति स्य इति प्रत्यये विखण्डप्रत्यये परे तेषां यथा हनिष्यति करिष्यति इति तत्र इडागमः भवति अन्यथा कर्ता हन्ता इति रूपाणि भवति अन्येषु अन्येषु तर्हि दीर्घऋकारान्तः सर्वत्र सेटः यथा तृ तरिता इति भवति जै इति तत्र एजन्तदातवः तत्र अनिटः किमर्थम् आदेश उपदेशः अस्ति इत्यनेन तत्र भवति तदा ध्याता इति ध्याता ध्यातुं ध्यातव्यम् इति इड इड् व्यवस्था अजन्त अजन्तदातूनां तद् नूयत् इति यद् वयं चर्चितवन्तः तत्तु दीर्घः किल भू इव भू इति सर्वे ऊकारान्त ऋकारान्तः सेटः तत्र एव नू इति आसीत् सत्यं अस्ति इति कृत्वा न भवति आम् आम् सत्यं गाङ्कुटादिभ्यो कुटादिधातुः इति कृत्वा तत्र गुणनिषेधः उवङ् इति भवति अतः नुविता दुविता इति रूपं न तु भविता इति तत् तर्हि द्वादशदातवः द्वादशदातवः सेटः इति अस्ति द्वादशदातवः प्रायः प्रत्येकस्मिन् वर्गे वयम् एकवारं पठामः तदा मनसि आगच्छति अजन्तस्य सुलभः अस्ति परन्तु अजन्तः सुलभः अस्ति अलन्तः एव बहु बहु दीर्घः सन्ति प्रायः शतं दातवः सन्ति प्रायः तेषाम् आवलिः दीर्घः अस्ति तत्र आर्कैव् श्रोतुं शक् शक्नुवान् इदानीं पुनः तत्र न इदानीं पुनः तत्र गतं किल गतं गतं पुनः अद्य अद्य एव दृष्टवान् इदानीमेव दृष्टवान् पुनः गतं तत्रापि ह्यः अपि बहु बहु मन्दं चलति स्म तत् तत्र ओ यदा महोदयेन पत्रम् ईमेल् प्रेषितं न भवति अप्लोड् अपि न भवति अतः एव अस्माकं वर्गस्य एव अप्लोड् कर्तुम् इष्टवती अद्य परन्तु तद् आर्कैव्स् पुनः तत्र दोषः इति प्रदर्शितं न न इदानीमपि पुनः क्लेशः अस्तु तदस्ति क्षम्यतां भगिनि विस्मृतवती वा समयः नास्ति चेत् तत्र अग्रिमपाठस्य आरम्भं कुर्मः अतः तत्र हलन्तधातुः धातुषु इड्व्यवस्था इति करपत्रं 14 हलन्तधातूनां तत्रापि भगिन्याः समग्रचिन्तनम् इति अन्ते अस्ति एकवारं पठामः अनन्तरं समग्रचिन्तनं कुर्मः अत्रापि टेबल् टेबल् इव एव अस्ति पश्यामः कथं वा रटनमेव तदेव रटनमेव मम क्लेशाय भवति तत्र चिन्तनम् अस्ति चेत् सम्यक् भवति किमर्थं तादृशम् इति चिन्तनं नास्ति केवलं रटनमेव अस्तु अधुना भगिनी आरम्भं करोति वा अनित् हलन्तदातवः अरुणा भगिनी अस्ति वा आं भगिनि किं पठनीयं भगिनि अनित् हलन्तदातवः 14 करपत्रं 14 हलन्तदातूनाम् इडुव्यवस्था विद्या भगिनी प्राप्तं वा करपत्रम् आं महोदय नमस्कारः प्राप्तमेव पठामि वा अरुणा भगिनी अरुणा भगिनी प्रथमं पठेत् अनन्तरं भवती पठतु भगिनि न प्राप्तं वा अथवा विजया भगिनी आरम्भं करोतु अरुणा भगिनी तद् 14 करपत्रं 14 हलन्तदातूनां व्यवस्था अनिट् हलन्तदातवः हलन्तदातवः आधिक्येन सेटः अतः ये अनिटः तेषां ज्ञानेन हलन्तदातूनां इडव्यवस्था सौकर्येण ज्ञेया केवलं द्विशतं हलन्तदातवः अनितः तेषां कण्ठस्थीकरणेन सर्वेषां हलन्तदातूनां इडव्यवस्था मनसि सिद्धा भवति इति अत्र एकाच् ककारान्तदातवः एक एव ककारान्तदातवः अनिट् अस्ति अत्र शक् इति स्वीकुर्मः चेत् अत्र लुट् शक्ता इति भवति तुमुण् शक्तुम् इति भवति तव्यत् शक्तव्यम् इति भवति स्या इति ऋट् स्वीकुर्मः चेत् शक्ष्यति अनन्तरं स्या इति ऋङ् स्वीकुर्मः चेत् अशक्यत् इति भवति एका च अस्ति ककारान्तदातुः इदानीं शक्लुरु शक्तौ स्वादिगणपरस्मैपदिने पदिनः शक्नोति इति भवति अन्ये सर्वे ककारान्तदातवः सेटः एव इदानीम् अत्र अन्ये दातवः के इति पश्यामः भवती वदतु अहमेकवारं वदतु भगिनि अग्रे पठामि वा न तत्र किम् अस्ति इति एकवारं वदतु अनन्तरम् अन्ये ककारान्तदातवः इति उक्तं किल तत् किम् इति पश्यामि अस्तु इदानीम् अत्र एका च अस्ति एकः एव अचुवर्णः अनन्तरं ककारान्तदातवः शक् इति भवति एका च अस्ति अत्र शक् उत्तरवर्ति अकारः एका च अस्ति अत्र अनन्तरं ककारान्तदातवः अत्र अनिटः अस्ति एकः एव अत्र प्रतिनित्वरूपेण शक् इति भवति अत्र लुट् अस्ति चेत् शक्ता इति भवति तुमुनान्तम् अस्ति चेत् शक्तुम् इति भवति तव्यत् अस्ति चेत् शक्तव्यम् इति भवति त्या शतासि रूल् लुटोः इति अत्र सूत्रेण शक्यति इति भवति अनन्तरं लृङ् स्वीकुर्मः चेत् अत्र अशक्यत् इति भवति अत्र शक्लुरु शक्तौ इति स्वादिगणीयधातुः परस्मैपदिनः शक्नोति इति भवति नु इत्युक्ते अत्र विकर्णप्रत्ययम् अनन्तरम् अत्र ओकारः भूत्वा शक्नोति इति भवति अन्ये सर्वे ककारान्तदातवः सिद्धः कुत्र भवति महोदय अत्र अन्ये सर्वे अन्ये सर्वे तदेव अहम् इदानीं पश्यन्ती अस्मि तत्र अन्ये सर्वे इति शीक् सीक् लोक् श्लोक् इति कति दातवः सन्ति सप्तषष्टि दातवः सेटः किल कुत्र द्रष्टुं शक्यते महोदय अष्टाध्यायी डाट् काम् मध्ये फिल्टर् स्थापनीयं भव इदानीं यद् वयं पठितवन्तः करपत्रे एकमेव अनिट् दातुः किल शक् इति अन्ये दातवः सेट् तत्र श्लोक् इति धातुः श्लोक् सङ्गाते इति टु कम्पोस् टु रैट् पोयम् तद् सेट् धातुः धातुपाठे द्रष्टव्यं वा पाणिनीयधातुपाठः इति अस्ति किल तत्र गत्वा तत्र फिल्टर् इति अस्ति उपरि तत्र फिल्टर् इत्यत्र एकाच् धातुः इति एकं फिल्टर् अनन्तरं ककारान्तः इति द्वितीय फिल्टर् स्थापयति चेत् तत्र उत्तरम् आगच्छति श्लोक् इति स्वीकुर्मः तत्र कथं वा तद् सेट् श्लोकिता श्लोकितुम् श्लोकितुं सम्यक् वा श्लोकितुम् इच्छामि अत्र कुत्र भवति फिल्टर् स्वीकुर्मः अनन्तरं तत्र एकाच् धातुः इति स्वीकरोतु तत्र फिल्टर् इत्यत्र बहु किमपि आगच्छति किल अत्र एकाचि कुत्र अस्ति? एकाच् इति आदौ एव धातोः एकाच् अनेकाच् इति अस्ति. गणः भुआदिगणः अतिगणः इति अस्ति. इतोपि गच्छतु, इतोपि गच्छतु. पदं कर्म अचां सङ्ख्या उपदेश स्वरभेदः तत्र सर्वम् तत्र अनन्तरम् एकाच् अनेकाच् इति अस्ति. निश्लेषपि श्लोकितुम् अस्ति अस्ति एव तत्रैव अहम् एकाच् ककारान्तः इति अनन्तरं गच्छतु, अनन्तरं गच्छतु. आदौ आगच्छति, अनन्तरम् अन्तः आगच्छति. ककारान्तः इति स्वीकरोतु. 67 धातवः इति आगच्छति. श्लोकितुम् इति साधु एव, श्लोकितुम् अनन्तरम् अहमपि एकाच् इति कुत्र अस्ति इति न तत्र एव अस्ति भगिनि. तत्र बहु किमपि फिल्टर्स् अस्ति, अतः आदौ एव आगच्छति एकाच् एकाच् अस्ति. क्लिक् कुर्मः अन्तर्गणः पदम् आं क्लिक् करोतु. इदागमः कर्म अचां संख्या उपदेशः स्वरभेदः अनुबन्धः आदिवर्णः अन्त्यवर्णः उपदावर्णः अन्त्यवर्णः ककारान्तः इति स्वीकरोतु. No, but I don't see ekach bagini. That is earlier bagini. Before antya, adi, earlier it will be. Shlokitavyam, shlokitavyam, shlokishyati, ashlokishyat. Shloki, isheva vadi, ashlokishyat. साधु वा महोदय? आमां श्लोक अश्लोकिष्यति तदेव खलु. अश्लोकिष्यत् श्लोकिष्यति श्लोकितव्यं श्लोकितव्यं साधु वा? आम् श्लोकितव्यः श्लोकितः इति अश्लोकितः इति श्लोकितः इति आम् आम् श्लोकित्वा श्लोकितव्यं श्लोकिता. महोदय कुत्र अस्ति एतत्? सकारान्तः अत्र नास् खलु, नास् रास् नस् व्यस् संस् ग्रस् इति सकारान्तः, परन्तु अस्माकं तु ककारान्तः किल. प्रथमं ककारान्तः कुर्मः, अनन्तरं सकारं पर्यन्तम् आगच्छामः. तत्र यदा सकारान्तः क्लिक् कृतवती, इदानीं ककारान्तः क्लिक् कृत्वा सकारान्तात् तद् क्लिक् किं करणीयं, डेलीट् करणीयम्, अण्डू करणीयम्. अण्डू इति संस्कृते किमिति कश्चिदे विपरीतं करणीयम्. सो तत्र इतोपि एकः धातुः पश्यामः ककारान्तेषु. लोक् इति धातुः, लोक् दर्शने तत्र कथं पूर्णतया लोकिता लोकिता लोकितुं लोकितुं लोकितव्यं लोकिष्यति लोकिष्यते लोकिष्यते खलु लोकिष्यते आत्मनेपदी एव सत्यं. लोकिष्यते अलोकिष्यत् अलोकिष्यति अलोकिष्यत किल अलोकिष्यत इति आत्मनेपदी समीचीनम् इति तत्र भवति. एकमेव ककारान्तधातुः अनिट् अस्ति, अन्ये सर्वे सेटः. अन्ये सर्वे इत्युक्ते एकाच् 67 धातवः सन्ति, ये सेटः. समीचीनं वा? अवलोकितः इति तत्र अवलोकितः आम् तद् मनसि अस्ति चेत् अवलोकितः. केवलं शक् धातुः अनित् अस्ति. सो अरुणा भगिनी इदानीं प्राप्तं वा? आं भगिनि श्रूयते वा? द्वितीयं पठतु. चकारान्तः एकात् चकारान्तदातवः षड् धातवः अनितः. पच् वच् अधोपदातवः पच् वच् पक्ता पक्तुं पक्तव्यं पच्यति पश्यते अपक्षत् अपक्षत वच् अत्रापि वक्ता वक्तुं वक्तव्यं पक्षति अवक्षत् इदुपदातवः रिच् विच् सिच् रिच् रेक्त रेक्तुं रेक्तव्यं रेक्षति रेक्षते अरेक्षत् अरेक्षत विच् धातु वेक्ता वेक्तुं वेक्तव्यं वेक्षति वेक्षते अवेक्षत् अवेक्षत सिच् सेक्त सेक्तुं सेक्तव्यं सेक्षति शेक्षते अशेक्षत् अशेक्षत मुच् मोक्ता मोक्तुं मोक्तव्यं मोक्षति मोक्षते अमोक्षत् अमोक्षत षड् दातवः एव अनितः ये सकारान्तेषु आम् अग्रे अपि दातु सकारान्तदातवः बिन्दु तृतीयबृन्दः भवन्ति किल न न तत्र डुपचष्पाके भवादिगणे डुपचष्पाके भवादिगणे पच्यति पच् धातु भुवादिगणे अस्ति वच् धातु परिभाषणे अर्थः आत्मनेपदिः वक्ति रुचि विरोचने रुदादिगणे धातः ऋणक्ति ऋणक्ते ऋणक्ते विचिर् पृथग्भावे रु उभयपदि विनक्ति विनक्ते सिच् क्षरणे रुदादिगणेयः उभयपदि सिञ्चति सिञ्चते मृत्रु मोक्षणे तुदादिगणेयः उभपद उभयपदं मुञ्चति मुञ्चति अत्र धातु केचन गणे अस्ति आत्मनेपदि वा पत्मनेपदं वा प्रकाररूपाणि अत्र दत्तम् अन्ये सर्वे चकारन्दातवः सेटः प्रक्रिया अस्ति चोहोकुहितेन हलादिपदन्ते कुत्वं पच् योगः तुमुन् पच्योगः स्यात् अत्र चकारस्थाने ककारः आगच्छति चुहुकुः इति चुहुः पक्ता भवति सम्यक् जलिपदान्ते च अतः जलिपरे चुहुकुः पक्ता इति भवति षड् दातवः अनिट् ककारान्तेषु एकः एव अनिट् आसीत् सप्तषष्टिदातवः एकाच् दातवः सेट् अत्र तु षड् दातवः अनिट् अग्रे तत्र अवशिष्टाः एकसप्ततिः सेटः पश्यामः वच् दीप् वच् दीप्तौ वर्च् इति धातुः वर्चते इति रूपं तत्र कथं भवति भगिनि वदति वा वर्चिता वर्चिता वर्चितुं वर्चितव्यं वर्चयति भगिनि वर्चिष्यति वर्चिष्यति अर्चिष्यते अवर्चिष्यत् वर्चिष्यते अवर्चत् अवर्चिष्यत अवर्चिष्यत आत्मनेपदी आत्मनेपदी धातुः अवर्चिष्यत इति वर्च दीप्तौ इति प्रसिद्धधातुः एकं स्वीकुर्मः शुच् शोके सेचिता पठति सेचिता सुच् सुच् सुच् गुणः भवति न उपकरणं शोचिता गुणः भवति एव शोचिता शो शोकः किल शुच् शोच् शोचिता ओ ओके शोचिता शोचितुं शोचितव्यं शोचिष्यति उभयपदे अस्ति वा परस्मैपदी एव परस्मैपदी एव शोचति अशोचिष्यत् अशोचिष्यत् इडागमः किल अतः सम्यक् चकारान्तेषु षड् दातवः चोः कुः इत्येव कार्यम् एकमेव कार्यं जलिपदान्ते च समीचीनं वा धन्यवादः उषा भगिनी चकारान्त भगिनि एकाच् श्रूयते वा भगिनि आमां श्रूयते वा अस्तु भगिनि एकाच् चकारान्तदातवः एकः एव चकारान्तदातुः अनिट् अस्ति इति पृष्टा इति भवति अनन्तरं प्रष्टुम् इति तुम्मुन् प्रत्ययान्तशब्दः प्रष्टव्यं तव्यप्रत्ययान्तशब्दः प्रक्ष्यति प्रक्ष्यति what is that look or what do we call that writ look writ writ writ writ anantaram ring ring iti aprakshyat condition okay writ prakshyati astu bagini prach iti neepsayam sudadi gane parasmaipati पृच्छति इति रूपं लट्टिरूपम् अन्ये सर्वे चकारान्तदातवः सेटः प्रक्रिया व्रश्च भ्रश्च सृज मृज यज राज ब्राज चषांशः इत्यनेन षत्वं भवति अनन्तरं ष्टुनाष्टुः इत्यनेन षत्वं षकारः टकारः भवति ष्टुनाष्टुः इत्यनेन प्रच् तथा एव प्रच्छति प्रथमं षकारः अनन्तरं प्रष्टा इति भवति ष्टुनाष्टुः तथा एव प्रष्टुं प्रष्टव्यं प्रक्ष्यति हौ डि देट् हेपन् प्रच्छ प्रच्छ इति दातु अत्र प्रक्ष्यति प्रक्ष्यति स्य ओ स्य अस्ति इत्यनेन प्रच्छति प्रथमं प्रक् भवति प्रक् अनन्तरं स्य च इत्यनेन what do we call that takara together is a praksha bhavati praksha praksha prachya shakara so the vrashya vrashya ityanena eva no no vrashya vrashya ityanena eva prathamam shakara takara cha cha iti asti ityanena तद् तुक्सहित चकारनुनासिके शोः शूड् अनुनासिके च इति सूत्रमेकं पठितमासीत् किल दाट् विल् बि शङ्कराशकार ताळव्यशकार अनन्तरं ताळव्यशकारः शकारः भवति वा सत्यम् अस्तु सो तुक्सहितचकार बट् तुक्सहि ओ दट् इस् दि अङ्गकार्यम् इत्यनेन तदेव कार्यं प्रथमं कार्यम् अस्तु सो ओः षुड् अनुनासिके च इत्यनेन प्रथमं शकारः शङ्कर ताळव्यशकारः अनन्तरं भ्रश्च भ्रश्च इत्यनेन षत्वम् अनन्तरं षत्वम् इति स्य इत्यनेन ओ न शकारः ओ षोड् नो सकारः अस्ति स्य इति षडोकः अस्ति षडोकः अस्ति इत्यनेन कुत्वं भवति प्रक्ष्यति या तदा एव लृङ् अप्रक्ष्यत् लृङ् इत्यनेन अ कण्डिशनल् या अप्रक्ष्यत् परस्मैपति अस्तु भगिनि सम्यक् इति चकारान्तः एकः एव अनिच् कति सेटः सन्ति एकसप्तति न क्षम्यतां चकारान्तः किल न तु चकारान्तः एकविंशति दातवः सेटः भगिनि ऐ एम् नाट् एबल् टु गेट् द फिल्टर् बट् इवन् यु से इट् ऐल् ट्रै टु से द रूपं रूपाणि वक्तुं शक्नोमि इति तत्र प्रसिद्धं स्वीकर्तुम् इष्टवती परन्तु सर्वे नूतनाय अत्र अस्मिन् फिल्टर् मध्ये म्लेच्छ एव स्वीकुर्मः वा म्लेच्छ म्लेच्छल्चर्ड् इति खलु म्लेच्छः सो इ अस्ति सेट् अस्ति इत्यनेन म्लेच् इति दातु म्लेच्छिष्टा वा म्लेच्छिष्टा म्लेच् इति दातु इ आगम इडागम अस्ति अण्ड् देन् या इ इडाग म्लेच्छि अण्ड् देन् अस्तु भगिनि म्लेच्छिता म्लेच्छितुं म्लेच्छितव्यं तव्यप्रत्यय अनन्द म्लेच्छि अण्ड् देन् अस्य म्लेच्छि म्लेच्छिष्यति म्लेच्छिष्यति अम्लेच्छिष्यत् अम्लेच्छिष्यत् सम्यक् तावदेव वाञ्छिति खलु वाञ्छिति वाञ्छाया वाञ्च् इच्छाया वाञ्च् वाञ्च् इकार सेट् वाञ्छिता वाञ्छिता वाञ्छितुं वाञ्छितुं वाञ्छितव्यं वाञ्च वाञ्च् देन् स्य वाञ्छि देन् स्य सो वाञ्च् अत्र गुणः नास्ति वाञ्चिष्यति वाञ्चिष्यति भगिनि वाञ्चिष्यति सत्यं सत्यम् ओके वाञ्चि वाञ्चिष्यति अवाञ्चिष्यत् अवाञ्चिष्यत् न न क्षम्यताम् अवाञ्चिष्यत् सम्यक् एव अवाञ्चिष्यत् लृङ् इत्यनेन ई अस्ति इत्यनेन सकारः शकारः भवति अस्तु आम् सत्यं षत्वं केवलं षत्वकार्यं वाञ्चिष्यतम् तदेव अतः तत्र चकारान्तेषु प्रश्च भ्रश्च इत्यनेन षत्वम् अनन्तरं स्टुनाष्टुः अस्माकं तुक्सहितचकारः इति कारणेन तत्र किम् आसीत् श्वोः षडनुनासिके च अनन्तरं षडो कहसि अपि अस्ति षडोः कहसि अपि अस्ति तदपि अस्ति तदस्ति चेदेव कार्यं सम्यक् भवति अतः तदपि अस्ति चकारान्तः एकविंशति सेटः वेट् कालं वयं न कृतवन्तः सेट् अनिति एव पश्यामि अग्रे प्रायः भवति धन्यवादः भगिनी महोदय जकारान्तः अस्तु जकारान्त एका च जकारान्तः तत्र पञ्चदश दातव अनिटः तत्र अन्ये चेटः पञ्चदातवः तत्र अधुपददातवः त्यज् भज् यज् इति त्रयः अधुपददातवः त्यज् त्यक्ता त्यक्तुं त्यक्तव्यं त्यक्षति अत्यक्षत् अत्यक्षत् इति वदति भज् इति अस्ति भज् तत्र सर्वत्र चोः कुः इति भवति भज् भक्ता भक्तुं भक्तव्यं भक्षति अभक्षत् अभक्षत इति अत्र तत्र तत्र उभयपदी अस्ति वा तत्र केवलं भज् धातुः वा भजते भजते सत्यं भजते खलु आम् सत्य उभय क्षम्यतापदिनः आत्मनेपदिनः उभयपदे अस्ति वा उभयपदि उभयपदि तत्र अग्रे एव दत्तमस्ति भज सेवायां भुवादिगणे उभयपदि भजति भजते भजते यज् इति यज् तदपि तत्रापि चोः कुः तुत्वं यष्टा यष्टुं यष्टव्यं यक्षति यक्षते अयक्षत् अयक्षत इति यज् यज् इति तत्र यज् यजने इति प्रायः यज् इति यज् इति देवपूजसङ्गतिकरणदानेषु यजन् यजनम् इति यज्ञयागादि आम् यागः इति अनेनैव भवति खलु तत्र यजोः कु यजति यजते तत्र गित् नि क्षम्यतां घै प्रत्ययः अस्ति खलु अत्रापि गकारः भवति चजोः घित् नतोः पूत्वा यागः निज् तत्र द्वौ इदुपददातवः निज् विज् इति अनिटः तत्र द्वयोः स्थलयोः तत्र पुत्रं भवति नेक्ता नेक्तुं नेक्तव्यं नेक्षति तत्र कुत्वम् अनन्तरं तत्र तदेव षत्वं भवति नेक्षति नेक्षते अनेक्षत् अनेक्षत इति नेक्ता निज् निज् किमस्ति निज् निजिर तत्र निज् इत्युक्ते शुद्धीकरणे पृथक् भावे निज् निजिर् इति शोचपोष निजिर् इति शोच शौच शौचपोषणयोः युगोत्यादिगणीयः विजिर् इति पृथक् भावे विनक्ति विनक्ति खलु वे वेक्ति वे विक्ते विजिर् जिर् इर् किम् आसीत् तद् सूत्रम् इर् तद् तत्र इर् वक्तव्यं किमपि भवति इर् तत्र इर तत्र इर् इति खलु इर् इति आम् आम् इद् इति खलु इर् इर् इति इत् अस्ति इति कृत्वा खलु तत्र आम् आम् आम् सत्यमपि ऋषिर् इत्यत्रापि आगच्छति तद् किं कथं वा विस्मृतवती अहं इर् इर् इत् संज्ञावाच्यम् इति नास्ति इति हलन्त्यमस्ति च इदित् इति कृत्वा न भवति इर् इति किमपि इर् संज्ञा मातुः पाठे अस्ति महोदय मातुः पुस्तके अस्ति इर् उच्च संज्ञावाच्य इत्यनेन अत्र इर् रुचिर् स्थितिर् सर्वत्र अत्र इर् इति इत् संज्ञावाच्य भवति इर् इत् संज्ञावाच्य इति भवति धातुः स्थित इर् इत् संज्ञा होति है आम् विधिर् चिदिर् विजिर् विजिर् शुचिर् इर् संज्ञा वाच्या तत्र ईरितो वाक्ये कुत्रापि किमपि अस्ति तत्र अत्र अन्यथा न जानामि तादृशसूत्रं पठि दृष्टवान् तत्र प्रायः इर् इति वा निष्ठा निष्ठाप्रत्यये कुत्रापि किमपि अस्ति इरितो वा इति ईरितो वा इति किमर्थम् इर् इति अस्ति इर् इति संज्ञावाच्य तत्र तस्य प्रयोजनं सूत्रे ईरितो वा प्रायः आम् कुत्रापि मयापि पठितं न स्मरामि इदानीम् इर् इर् इत्यस्य इरित् कहलाते हैं इरितो वा इति अस्ति तत्र इरितो इरित् धातोः श्ली प्रत्ययस्य विकल्पेन अङ्ग आदेशः भवति इति अस्ति तत्र ईरित् धातोः तदेव किं भवति अङ्ग आदेशः वा अङ्गादेश श्ली श्ली श्लेः अङ्ग लुङ्गि लुङ्गि लुङ्गि श्लेः सिच् भवति खलु अत्र अङ्गादेशः भवति ईरित् धातोः इति अङ्गादेशः भवति धातु सिच् न भवति त तस्मिन् पाठे वयं दृष्टवन्तः वा न वा न न न दृष्टवन्तः अस्माभिः तत्र इडागम वयं यत्र इडागमः नास्ति तादृशेषु स्थलेषु एव दृष्टवन्तः किल प्रायः अग्रे आगच्छति आं महोदय रुज्जु एकनिमिष तत्र अग्रे इदानीं उदुपद उदुपददातवः भुज् तत्र त्रयः दातवः भुज् युज् रुज् इति भुज् तत्रापि उक्तं युज् अपि उक्तं रुज् तत् सर्वत्र भोक्ता योक्ता रोक्ता भोक्तुं योक्तुं रोक्तुं भोक्तव्यं योक्तव्यं रोक्तव्यं भोक्षति योक्षति रोक्षति इति अस्ति तत्र यत् उप उभयपदी अस्ति इति अभोक्षत् अयोक्षत् अरोक्षत् इति सर्वत्र अयोक्षत अभोक्षत अरोक्षत इति रुज् रुज् इति रोगः वा युज् योजने रुज् भङ्गे रुजों भङ्गे सुदादिगणीयः रुजति इति भवति भङ्गः इत्युक्ते रोगः इति भवितुम् अर्हति किल भङ्गः रुजा इति खलु रुजा रोगः इति तत्र रोगः घञ् प्रत्ययेन प्रायः रोग इति रु इति रोग सृज् इति विसर्गे सृजा विसर्गे सुदादिगणीयः सृजति सृजा विसर्गे इति दिवादौ अपि अस्ति आत्मनेपदी सृज्यते सृजति सृज्यते भजा इति आमर्धने सुदादिगणीयः बनक्ति इति रूपम् एतद् वयं पूर्वं दृष्टवन्तः बनक्ति भञ्जनमिति खलु भनक् सत्यं भञ्ज ऋकार ऋदुपद सृष्टा अत्रापि रुजित तत्र सूत्रमस्ति खलु तत्र सृजित्यस्य सर्ष्ट इति न भवति सर् इति राष्ट इति भवति अग्रे तत्र अग्रे मस्ति नशो जलि क्षम्यतां मस्य नास्ति कुत्र आसीत् तत्र सृजितशोर् जलि जलि अम् अकिति इति जलि अम् अकिति इति सूत्रेण तत्र सृजिविसर्गे दृशिप्रेक्षण इत्येतयो धातोः जलादि अकित् जलादौ अकित् प्रत्यये परतः अमागमः भवति अनन्तरम् इको एनचिति भवति तर्हि तत्र कथमपि सृज् इति खलु तत्र सृज् ऋकार इदानीम् अनन्तरं जकार अस्ति तत्र अमागमः भवति तत्र मध्ये आगच्छति ऋकारत् अनन्तरम् अतः अनन्तरम् अत्र इको एनचित्तनेन स्र इति भवति सृज् इति भवति सृज् योगता सृक् योगता स्तुत्वं सृष्टा इति भवति अस्तु मध्ये अम् मिदचोन्त्यात् परः इत्यनेन अन्त्यात् अचः अस्तु अस्तु अस्तु सृ स आ न इति खलु अचः अम् अचः एव अम्मागमः अस्तु अतः ऋकारस्य रेफः भवति रेफः न अर् नास्ति रेफः गुणः रेफः अनेन र इति भवति आम् आं गुणः नास्ति सारि सारि अर् अर् नाट् अर् अर् रेपः एव इको एणचि इत्यनेन ऋकारस्य स्थाने रेपः रेपः रेपः अस्तु स्रज् इति स्रज् इदानीं रस्य ब्रश्य सत्त्वं षत्वम् इति भवति अहं सत्यम् अनन्तरं स्तुत्वं स्रष्टा इति भवति अन्यथा कुत्वं भवति स्म परन्तु न भवति तत्र सृज् सृज् धातुः व्रश्च ब्रश्च इत्यत्र उक्तं जयराजराजचषाम् इति अस्ति तत्र आम् अतः षत्वम् अनन्तरं स्तुत्वं स्तुत्वं स्रष्टा स्रष्टुं स्रष्टव्यं स्रक्षति असक्षत् अतक्षत इति भवति सृजिधातोः इति एकः एव ऋदुपदधातव धातुः अस्ति तर्हि द्वे अधु द्वौ अधुपद द्वौ इदुपद त्रयः उदुपदधातवः एक त्रयः एक त्रयः उदुपदातव एकः एकः एव ऋदुपद किञ्चित् तत्र आम् विङ्गडनं तत्र पुनः इतोपि तत्र सत्य विभाजनं कृतम् इति मनसि भवति आम् सत्यं सत्यम् आम् आम् तत्र भ्रमः एव भवति चकारान्तेषु यज् बज् यज् इति अधुपद मिज् विज् इदुपद भुज् युज् रुज् उदुपद रुज् अपि रोक्ता युज् योक्ता भुज् भोक्ता सृज् ऋकारान्तः स्रष्टा तत्र एव विशिष्टकार्यं तदेव ऋकार अन्ये दातवः इति आगच्छति वा बञ्ज् रञ्ज् सज्ज् सञ्ज् अथवा तत्र तत्र एते अन्ये अन्ये अन्ये आम् सत्यं तत्र अन्ये दातवः संयोगदातवः संयोगान्तदातवः बञ्ज् रञ्ज् सञ्ज् स्वञ्ज् तत्र मश्च् ब्रश्च् ब्रश्च् इति तत्र ब्रश्च् ब्रश्च् इति द्वौ धातुः अस्ति वा अस्तु भञ्ज् इति अस्ति भञ्ज् इति भङ्क्ता भङ्क्तुं भङ्क्तव्यं भङ्क्ष्यति अभङ्क्ष्यत् रञ्ज् रङ्क्ता रङ्क्तुं रङ्क्तव्यं रङ्क्षति रङ्क्षते अरङ्क्षत् अरङ्क्षत इति स्वञ्ज् सञ्ज् सञ्ज् स्वञ्ज् इति सञ्ज् सङ्क्ता स्वञ्ज् स्वङ्क्ता सङ्क्तुं स्वङ्क्तुं सङ्क्तव्यं स्वङ्क्तव्यं सङ्क्षति स्वङ्क्षते असङ्क्षत् अस्वङ्क्षत् इति अस्ति मश्च भ्रश्च इति अस्ति अत्र द्वौ मश्च भ्रश्च अपि च भ्रश्च इति मङ्क्ता मङ्क्ता मङ्क्तुं मङ्क्तव्यं मङ्क्षति अमङ्क्षत इति भ्रश्च इति तत्र षत्वं भवति अतः कुत्वं न भवति अतः भ्रष्टा भ्रष्टुं भ्रष्टव्यं भ्रक्षति भ्रक्षते अभ्रक्षत् अभ्रक्षत इति भ्रश्च इति तु तत्र भर्जनं वा भ्रश्च फ्रै वा भ्रश्च पाके पाके फ्रै भ्रष्टु अग्रे भ्रश्च इति अस्ति धातुः अस्ति कः अर्थः कः इति भ्रश्च अस्तु भ्रजोः भ्रजोः भ्रजो भ्रज भ्रज्यः रोपदयोः रम् अनतरस्याम् इति भ्रश्च धातोः रेफस्य च उपधावर्णस्य विकल्पेन रम् इति आगमः भवति आर्धाधिके तत्ते परे इति अस्ति रम् इति मिदन्त्य रम् इति र इति तत्र र इति आगमः र इति भवति तर्हि तत्र रेपस्य च उपधावर्णस्य आम् तत्र आम् सत्यं तत्र अम् इति न भवितुमर्हति अनन्तरं तत्र रे र इति आवश्यकमस्ति अतः तत्र र इति रम् इति साक्षात् दत्तम् अतः ब्रस् ब्र इति भवति क्षम्यतां रेफस्य भ्रष्टा रेफस्य रम् इति आमां भ्रष्ट इति भवति इदानीं तर्हि तत्र भ्रष्ट तत्र न भवति तत्र ब्रज् इति धातुः भिन्नः अस्ति वा द्वयमस्ति किल अतः तत्र चतुर्थः इति दत्तस्य एव भवति तृतीयः इति अन्यतरस्यामिति खलु अन्यतरस्यामिति अस्ति रूपद्वयं तावत् एक एव धातुः रूपद्वयमिति चिन्तयामि यत्र न भवति यदि यत्र न भवति तत्र भ्रष्टा भ्रष्टुम् इति भवति यत्र रम् आदेशः भवति भर् इति भवति तर्हि भर् योग तत्र भर्ष् योगता भ्रष्टा इति वदति षत्वं भवति भ्रष्टा भ्रष्टुं भ्रष्टव्यं भक्ष्यति अभक्ष्यत् अभक्ष्यत इति क्षम्यताम् अभक्ष्यां क्षम्यताम् अभक्ष्यत अभक्ष्यत् इति तत्र एक एव धातुः वा ब्रश् ब्रश् इति एकः एव पाके सुदादिगणीयः तत्र कार्यद्वयम् आम् तत्र रे आम् सत्यम् ऋ इति भवति तत्र र इत्यस्य स्थाने र इत्यस्य स्थाने रेफः आगच्छति रकार अकारयोः स्थाने रेफः अभवत् विकल्पेन हर् इति भवति द्वयोः लोपः रम् इति आगमः इति कयोः र इति खलु ब्रज् इत्यस्मिन् बकार रेफ अकार अस्ति अतः र स्थाने रेफ एव र इति अतः तत् शब्दः अस्ति खलु रेफ अकार र इति शब्दः सत्यं द्वयोः लोपः भूत्वा रम् इति आगमः भवति रम् इति आगमः रेफ एव हल् हल् वर्णः एव भवति रेफ अकारस्य स्थाने रेफ एव आगमः आदेश रम् इति भवति खलु ओ अस्तु आगमः आदेश आदेश अपि आदेश वा आगमः इति अस्ति अत्र आदेश आगमः इत्येव उक्तं रम् इति आगमः द्वयोः लोपः रम् इति आगमः खलु तत्र न भवति आम् सत्यं तत्र नूतनवर्णः एव भवति शत्रुवत् आगमः अस्ति अत्र अत्र तत्र मित्वस्य प्रयोजनं तदेव अस्ति तत्र मध्ये आगन्तव्यम् इति कृत्वा रम् इति उक्तं परन्तु आदेशे एव खलु रम् इति इत्यनेन रूपम् अस्ति वा रूपाणि दत्तं वा भगिनि कुत्र भगिनि इति आगमः भवति भ्रष्ट इत्येव भ्रष्ट इति तद् अनेनैव भवति खलु र इत्यस्य स्थाने रेफ अकारस्य स्थाने तत्र भवति खलु रेफ अकारस्य स्थाने रेफस्य च उपधावर्णस्य च विकल्पेन रम् इति आगमः भवति रम् इति ओ मकारः देन् मिदचोन्त्यात् परः इत्यनेन रम् इति मकारः नास्ति अत्र ओके मकारः न श्रूयते मिदचोन्त्यात् परः ओके तत्र कुत्र स्थापितव्यम् इति मित् मकारः इति मित् मितचोन्त्य मितचोन्त्यात् परः सो सो आर्धदधिके परे आर्धधातुकप्रत्ययपरे ब्रश्च धातोः रेफस्य तथा उपधावर्णस्य विकल्पेन रम् इति आगमः भवति अस्तु ब्रश्च पाके अस्य धातोः रेफस्य तथा उपधावर्णस्य इत्युक्ते सकारः उपधावर्णः सकारः सकारस्य लोपः भवति खलु सकारस्य लोपः भवति सकारः नास्ति उपधा इति अकारः सकारः आर्धधातुकप्रत्ययपरे विकल्पेन रम् इति आगमः भवति अत्र बिन्दुद्वयं स्मर्तव्यम् इति अस्ति रम् इत्य रम् अयं मित् आगमः अस्ति अतः मिदचोन्त्यात् परः इत्यनेन अयम् अन्तिमस्वरात् अनन्तरम् आगच्छति अत्र मकारः इत्सङ्गेकः अकारः उच्चारणार्थः अतः प्रयोगे केवलं रेपः इत्येव दृश्यते यद्यपि रम् इति आगमः अस्ति तदापि अस्मिन् सूत्रे स्थानिनौ स्पष्टरूपेण निर्दिष्टौ स्तः अतः अस्मिन् आगमे कृते निर्दिष्टयोः स्थानिनोः लोपः भवति इत्युक्ते वर्तमानसूत्रेण ब्रश्च इत्युक्ते रेपः चकारयोः लोपं कृत्वा रेपः इत्यस्य आगमः विधीयते ओ एतत्तु बहु विशिष्टसूत्रमस्ति ब्र बकारः रेपः अकारः सकारः जकारः अस्ति तत्र रेपस्य लोपः सकारस्यापि लोपः अतः तत्र सकारस्य लोपः तस्कोः संयोगान्ते इत्यनेन भवति खलु तर्हि उपधायाम् अकारः एव तिष्ठति खलु तत्र भवति वा? तत्र किम् उक्तम् इत्युक्ते अस्मिन् सूत्रेण एव उक्तं कृतम् इति अत्र उपादायां ब्रज् इति भवति, इदानीं सकारस्य लोपः भवति, स्कोः संयोगदन्ते च इति सूत्रेण प्रायः आम् तदपि तत्र एकम् उदाहरणद्वयं प्रदर्शितम् अष्टाध्यायी डाट् काम् मध्ये. ब्रज् धातुः तुमुन् प्रत्ययान्तः अस्तु, ब्रज् योगः तुमुन्, तत्र अनेन सूत्रेण एव ब्रज्जो रोरुपदायाः रम् अन्यतरस्याम् इत्यनेन रेपस्य तदा उपदावर्णस्य लोपः रम् आगमः. ब्रज् योगः तुम् अत्र ब्रश्च ब्रश्च इत्यनेन षत्वं, बर्ष योगः तुम् सुनाशुः बर्ष्टुम् इति रूपम्. अनेन सूत्रेण उक्तः विधिः वैकल्पिकः, अतः अस्य अभावे द्रष्टुम् इति रूपं तत्त्वस्कोः संयोगाद्योरन्ते च इत्यनेन सकारलोपः, ब्रश्च ब्रश्च इत्यनेन षत्वम्, अनन्तरं श्रुनाष्टुः ब्रष्टुम्. अतः अत्र उक्तम् अनेन सूत्रेण एव रेपस्य तदा उपदावर्णस्य लोपः अनन्तरं रम् इति आगमः. बहु विशिष्टसूत्रम् नास्ति खलु भगिनि, तत्र ब्रज् इत्यस्मिन् रेफ नास्ति, रेफ अकार सकार अस्ति खलु, उपादायाम् इदानीं सकार अस्ति खलु, यावत्पर्यन्तं सकारस्य लोपः न भवति तत्र उपादायां सकार एव खलु, न तत्र रेफ अकार सकार अस्ति खलु, ब्रज् इति भकार रेफ अकार अनन्तरं सकार अस्ति ब्रज् इति. तत्र किम् एकं प्रदर्शनं एव तत्र तत्र दत्तं, बकारः रेपः अकारः सकारः जकारः इति, रेफस्य लोपः सकारस्य लोपः, अतः रकार बकारः अकारः अवशिष्टः किल, रेपोत्तरवर्ती अकारः अवशिष्टः, ब बकारः अकारः जकारः. इदानीं तत्र अन्त्यात् अचः परः रेपागमः, अन्त्यात् अचः कः, अकारः, अकारस्य रेपागमः बर्ज् इति भवति. बहु विशिष्टसूत्रमस्ति, रच्चो रोरुपदायाः रम् रमण्यतरस्यां रमण्यतरस्याम् सिद्धवत् अत्र तस्मिन् प्रकरणे अस्ति वा? रेपस्य रम् इति आगमः भवति मित्रस्य अतः आगमः, परन्तु अत्र किमपि एतत् विषये ब्रश्च इति विषये किमपि अत्र कार्यं नास्ति खलु, ब्रश्च इति धातोः एव ब्रश्च इति धातोः एव विशिष्टरूपेण रम् इति आगमः भवति इति उक्तं, रोः उपादायाः इति उक्तत्वात् तत्र तत्र रेप उपदावर्णसकारस्य लोपः भवति, र उपादायोः रम् अन्यतरस्याम्. परन्तु एतत् विषये अत्र कार्यं किमपि नास्ति एव खलु? अस्ति एव, तत्र तदा एव ब्रज् बर्ष्टं क्षम्यतां बर्ष्टुम् इति भवति, ब्रज् इति अस्ति किल बकारः रेपः, इदानीं तद् बर्ष्टुम् इति अभवत्, बकारः रेपः शकारः तादृशम् अभवत्, कार्यमस्ति एव रम् आगमः भवति. उत्तम कुतः आयाति भगिनि लोपः इति? तत्र तत्र साक्षात् न उक्तं लोपः इति, परन्तु तत्र उपदाव रेप उपदावर्णयोः विकल्पेन रम् इति आगमः इति उक्तत्वा तत्र लोपः भवति. स्थानिनौ स्पष्टरूपेण निर्दिष्टौ स्तः, अतः अस्मिन् आगमे कृते निर्दिष्टयोः स्थानिनोः लोपः भवति इति वदति. अतः एव उक्तवती विशिष्टसूत्रमस्ति, एतादृशं वयं पूर्वं न दृष्टवन्तः. सम्यक् अस्ति, केवलं तत्र आगम तत्तु व्याकरणं नास्ति खलु तत् अस्माकं ज्ञान तत्र सौलभ्यार्थं केवलं कित् मित् इति कुत्र स्थापनीयं तदेव तस्य कार्यमस्ति खलु वयं कुर्मः मित्रवत् इति तादृशं सत्यं सत्यं परन्तु तत्र तद् स्थानमुक्तं तावदेव अनेन वयं लोपं कृत्वा सरम् इति आगमः कुर्मः तत्र लोपः करोतु इति किमपि नास्ति सम्यक् अस्ति एतत् सूत्रं 6447 तावदेव किल महोदय अत्र सः तत्र अदुपदः यज् बज् यज् इदुपदः निज् विज् उदुपदः भुज् युज् रुज् त्रयः ऋदुपदः सृज् अनन्तरं तत्र अवशिष्टाः भञ्ज् रञ्ज् सञ्ज् स्वञ्ज् प्रायः भज् रञ्ज् सञ्ज् सञ्ज् स्वञ्ज् अनन्तरं मस्ज् मस्ज् इत्यत्र एव तत्र अम्मागमः इति दृष्टवन्तः मस्जिनशोर् जलि इत्यनेन तत्र नुमागमः भवति इति ब्रश्च् धातोः एव इदानीमेव दृष्टवन्तः तत्र रूपद्वयं द्रष्टा भ्रष्टा इति रूपद्वयं ब्रश्यो रोरुपदायः रमः आम् एकत्र स्कोः संयोगाद्योरन्ते च अन्यस्मिन् पक्षे ब्रश्योरोरुपदायः रम रम् अन्यतरस्याम् इति एकः भागः एतत्तु पुनः पठनीयमेव अवश्यं चकारान्तः समीचीनम् अस्तु विजया भगिनी दकारान्तः पठतु भगिनि अनितः एव पठन्तः स्मः जया भगिनी अस्ति वा आम् एकाच् दकारान्तदातवः पञ्चदशदातवः अनिटः भवति अद् अत्ता इति भवति करिच इत्यनेन तुमुनान्तम् अत्तुम् इति भवति अत्तव्यम् इति तव्यत् अस्ति अत्यति इति लृत् लुङ् आत्स्यत् इति भवति पद् पत्ता पक्तुं पत्तव्यं पत्स्यते अपत्स्यत इति भवति अत्र आत्मनेपदिनः लुङ् रूपम् तद् सत्ता इति भवति अत्र अपि करिच इत्यनेन सत्तुं सक्तव्यं सत्यति द्वादवस्ति अनन्तरं सत्यते इति तुदादौ अस्ति अनन्तरम् अस्त्यत् असत्यत् असत्यत इति भवति आत्मनेपदिनकरूपं द्वयं भवति तद् सत्ता इति भवति अत्रापि करिच इत्यनेन सत्तुं सक्तव्यं सत्यति असत्यत् इति भवति हद् स्वीकुर्मः चेत् अत्रापि हत्ता हत्तुं हक्तव्यं सत्यते अहत्यत इति भवति कित् खेता खेतुं खेतव्यं खेत्स्यति खेत्स्यति इति रूपं परस्मैपदिनः आत्मैपदिनः अखेत्स्यत् अखेत्स्यत इति भवति कित् चेता चेतुं चेतव्यं चेत्स्यति चेत्स्यते अचेत्यत् अचेत्यत इति भवति विद् बेथा बेतुं बेतव्यं वेत्स्यति बेत्स्यते अवेत्स्यत् अवेत्स्यत इति भवति अनन्तरं विद् स्वीकुर्मः चेत् अत्रापि करिच इत्यनेन वेता वेतुं वेतव्यं वेत्स्यते अवेत्स्यत इति भवति रूपम् एकमेव विद् अत्रापि वेता वेतुं वेतव्यं वेत्स्यते अवेत्स्यत इति अपि तदैव भवति स्वित् स्वीकुर्मः चेत् अत्र श्वेता इति भवति अत्रापि करिच अनन्तरम् इकारस्य स्थाने अत्र गुणः भूत्वा उगन्तलघुपदस्य च इत्यनेन एव खलु महोदय सत्यं श्वेता श्वेतुं श्वेतव्यं श्वेत्स्यति लृट्लकारे अनन्तरम् अश्वेत्स्यत् इति भवति लुङ् मध्ये अनन्तरं क्षुद् अत्रापि गुणः भूत्वा श्रोता श्रोतुं श्रोतव्यं श्रोत्स्यति श्रोत्स्यते असोक्ष्यत् असोक्ष्यत इति भवति तुद् तोथ तोतुं तोतव्यं तोत्स्यति तोत्स्यते असोत्स्यत् अतोत्स्यत् अतोत्स्यत इति भवति नुद् नोत्थ करिचैत्यनेन नोत्थुं नोत्तव्यं नोत्स्यति नोत्स्यते अनोत्स्यत् अनोत्स्यत स्कन्द स्कन्थ स्कन्तुं स्कन्तव्यं स्कन्स्यति अकन्स् अस्कन्स्यत् इति रूपं भवति महोदय. अत्र किं किम् अत्र धातुः भवति इति अत्र अधः दत्तं. समीचीनं. प्रक्रिया तु करिच एव सर्वत्र. अतः पञ्चदशदातवः अत्रापि अदुपदः इति स्वीकुर्मः चेत् अद् पद् षद् सद् हद् पञ्च. अनन्तरं किद् चिद् बिद् बिद् बिद् ज्ञाने विद् इतोपि किमपि दृष्टवती इदानीं महोदय. विद् ज्ञाने विद् लाभे विधा लाभे विद् ज्ञाने नास्ति क्षम्यता विधा लाभे अनन्तरं विधा चेतनाख्यान निवासेषु चेतन आख्यान निवासेषु शुरादिगण्यः वेदयते इति तत्र इदुपदः पञ्च किद् पञ्च न षड् किद् चिद् विद् विद् विद् स्वे स्विद् अनन्तरम् उदुपदः शुद् सुद् नुद् अवशिष्टाः स्कन्द् इति पञ्चदश दकारान्तदातवः अनिटः. समीचीनं वा? तत्र पञ्च अत्र पञ्च अदुपद पञ्च इदुपद इति स्वीकर्तुं शक्यते किमर्थ विद् विद् इति द्वयमपि विद् एव प्रायः पञ्च पञ्च इति स्वीकुर्मः तदा मनसि भवति मनसि भवति पञ्चदश दकारान्तः त्रयः त्रयः उकारान्तः एकः अन्य महोदयस्य मध्ये प्रथमम् एतत् सर्वाणि पदानि वक्तव्यं महोदय. हलन्तदातवः अजन्तदातवः अनन्तरं वेटः एतत् सर्वाणि उक्त्वा एव अनन्तरम् अग्रिमकरपत्रं गच्छति सः. तद् सम्यक् एव तदा एव मनसि आगच्छति अथवा समयः एव नास्ति किल कम्पल्सरि इति सः पाठः अस्माकं कृते तु परीक्षा नास्ति किल अतः वयमेव कुर्मः तादृशं परीक्षा अस्ति चेदेव भयः भवति. ओपन् बुक् परीक्षा ओपन् बुक् परीक्षा इव मन्दरूपेण कुर्मः. अधुना भगिनी अपि अस्ति खलु अत्र जानामि परन्तु वेट् दातवः अञ्चु सञ्चु न जानामि लकली नाट् आस्किङ्ग् मी तादृशं वयं महोदयस्य वर्गे कदापि वक्तुं न शक्नुमः कदाचित् पृच्छति एव सम्यक् कुर्मः अस्माकं वर्गे कुर्मः मन्दरूपेण कुर्मः. अस्तु भगिनी भवति एव अरुणा भगिनी दकारान्त दकारान्तदातवः द्वादश दातवः अनिटः व्यद्धुं व्यद्धव्यं व्यच्छति अवच्यम् इदुपदातः एकमेव अस्ति सिद् गुणः भवति सेद्धा सेद्धुं सेद्धव्यं सेत्स्यति असेत्स्यत् उदुपदातवः क्रुद् क्रुद् भुद् युद् रुद् क्रुद् क्रोध क्रोद्धुं क्रोद्धव्यं क्रोत्स्यति अक्रोत्स्यत् शुद् श्रोद्धा श्रोद्धुं श्रोद्धव्यं श्रोत्सति अचोत्सत् बुद्ध बोध बोद्धुं बोद्धव्यं बोत्स्यते अभोष्यते किमत्र महाप्राण आगच्छति योद्धा योद्धुं योद्धव्यं योत्स्यते अयोत्स्यत रुद् रोद्धा रोद्धुं रोद्धव्यं रोत्स्यति अरोत्स्यत् अनुपूर्वक रुद्धातु अनोरोद्ध अनुरोद्धं रोद्धुम् अनुरोद्धव्यम् अनुरोप्स्यति अन्वरोप्स्यत शुद्ध शोद्ध शोद्धुं शोधव्यं श्रोत्स्यति असोत्स्यत् राद् दाता दीर्घ आकारन्तस्ति राद् राधा राधुं राधव्यं रात्स्यति अराध्यत् साध् साधा साधुं साधव्यं साध्यति असत् असत्सत् बन्ध बन्धा बन्धुं बन्धव्यं बन्ध्यति अबन्ध्यत् अत्र प्रक्रियायां प्रथमं चतुर्थोर्ध इति सूत्रे जस् उत्तरस्य तकारस्य स्थाने तकारादेशो भवति धातु मध्यत्वं तदनन्तरं जलां जस् जषि इति सूत्रेण जलां स्थाने जस् आदेशो भवति जषि परे तदेव प्रयत्नं करोमि भगिनी सिद्ध योगः अस्ति चेत् जस्तोर्धोदः इत्यनेन तकारस्थाने महाप्रणधकार आगच्छति तदनन्तरं जलां जस् जसि इत्येन जस् आदेशः भवति सिद्ध महा अल्पप्राणं भवति भगिनि सिद्धदातु भवति सेद्धा सेद्धुं सेद्धव्यं स्या स्यात् अस्ति चेत् समये खरिसा इति सूत्रेण सिद्धयोगः प्रथमवर्णः कर्वर्णः किल करीपरे सेत्स्यति ओके तत्तु सेत्स्यति भवति सेत्स्यति भवति समीचीनम् अग्रे बुद्ध जातु भगिनि बुद्ध बन्ध स्या प्रत्ययपरे एकाचो बसो भस् जसान्तस्य सद्भोः इति सूत्रेण धात्वो रेफा अवयवो यो जशन्त एकाच् तस्य बसः बस् आदेशो भवति सकारपरे द्वा शब्दे परे पदान्ते च ओके बुद्ध योगः स्या एकाचो बसो बस् इत्यनेन किं भवति दशान्त एक तत्र जसस्ततोः दोदः कथं तथा स्या अस्ति महोदय श्रुतवान् अस्तु तत्र भवति तत्र बोध् इति अस्ति किल तत्र बुद्ध बोध् अभवत् पुगन्तलघुपदस्य च इदानीं ब ध अस्ति तृतीयवर्णः चतुर्थवर्णः बोध् इदानीं तत्र एकाचो बशो बश् इत्यनेन बश् भावः एकः एव अच् अस्ति बश् अस्ति तस्य वश् भवति जषन्तस्य स्तुवोः सकारः स्तुवोः सकारः परः अतः तत्र बश् भवति ह महाप्राण भूत् अनन्तरं करि च बोत्स्यते धातोः एक अवयवस्य तत्र एकः एव अच् भवेत् अनन्तरं बश् बशन्तधातुः बशन्तस्य बश् भवति किल बश् बश् भावः बश् जषन्तदातवः जषन्तः जकारः जषन्तः सकारः परः बशः बश् भवति अल्पप्राणस्य महाप्राण फोर् फोर् भवति किल त्री फोर् बोत्स्यते तदेव इतोपि एकस्मिन् स्थले आसीत् किल तत्र कुत्र बुद्ध बोत्स्यति तावदेव वा एकस्मिन् स्थले एव बन्द् बन्द् बन्स्यति तत्रापि अन्तिमदातु अतः दकारान्तेषु द्वादशदातवः सन्ति अनितः अतुपदः व्यद् केवलं व्यद् तत्र कार्यं कार्यद्वयं जषस्ततोर्दोर्दः जलां जश्चषि या परे तु करी करि च अतः व्यद्धा व्यद्धुं व्यद्धव्यं व्यत्स्यति अव्यत्स्य इति रूपम् अनन्तरम् इदुपदः एकः एव सिद्ध उदुपदः कृद् शुद्ध बुद्ध युद्ध रुद् पञ्च किल कृद् शुद्ध बुद्ध युद्ध रुद् बुद्ध एव बशन्त धातुः बष्भावः अस्ति बोत्स्यते अबोत्स्यथ इति अनन्तरम् अनुरुद् इत्यपि उकारान्तः एव स्वीकुर्मः अनु उपसर्गपूर्वक उदुपदधातुः अतः रुद् द्वयं कृद् शुद्ध बुद्ध युद्ध रुद् अनुरुद् शुद्ध सप्तधातवः उदुपदः अनन्तरम् आदुपदः राद् साद् इति धातुद्वयं राधा राद् राध बन्द् इति किं भवति महोदय राधनोति वा राधनोति वा अहं न जानामि राधनोति इति शब्दः अस्ति राधनोति राधव्यं रात्स्यति अरात्स्यत् राधुं साध् साध बन्द् बन्ध बन्स्यति इति द्वादशदातवः द्वादशदातवः अनित्य दकारान्तः पञ्चदश दकारान्तः द्वादश चकारान्तेषु एव तत्र वर्गीकरणं त्रयमासीत् च छ झ इति चकारान्तः षड् चकारान्तः एकः एव जकारान्तः पञ्चदश धाकारान्तः पञ्चदश ढकारान्तः द्वादश ककारान्तः एकः एव सोऽपि प्रायः एकमेव कुर्मः उषा भगिनि एकाच् नकारान्तदातवः द्वौ धातु अनिटौ मन् मन्ता मन्तुं मन्तव्यं मंस्यते अमंस्यत मन्ता तुं पत्यतव्य यते मन् ओ आत्मनेपर्याप्त अस्तु हन् हन्ता हन्तुं हन्तव्यं परन्तु स्य इत्यस्य कृते इडागमः अस्ति हनिष्यति अहनिष्यत् तत्रापि इरुट् लृङ्ग इडागमः तत्र एव विशेषः ऋद्धनोः स्ये इत्यनेन ऋकारान्ताः दातवः अपि च हन् धातुः च स्य प्रत्यये परे सेटः भवन्ति स्य प्रत्यये परे तत्रापि लृङ्गपि स्य प्रत्यये मन् ज्ञाने दिवादिगणे आत्मनेपति मन्यते हन् हिंसागत्योः अदादिगण परस्मैपति हन्ति अन्ये सर्वे नकारान्तदातवः सेटः एव सो द्वौ धातु अनिट् मन् अपि च हन् बट् हन् इस् नाट् सेट् कम्प्लीट्लि नाट् सेट् अनिष्यति अहनिष्यत् इति रूपं भवति वृद्धनोः स्ये अन्ये सर्वे सेटः एकम् अन्ये सर्वे किम् इति एकवारं पश्यामः अधिकं यत्र अस्ति तत्र अहं न स्वीकृतवती पञ्चदश अस्ति चेत् तदेव पर्याप्तम् इति इदानीम् एकम् अष्ट पश्यामः एकाच् एकाच् असारान्तः किल त्रिंशत् वन् धातुः वदति वा भगिनि वन् शब्दे वन् वन् भगिनि वन् वन् शब्दे वनं वनम् इति वदामः किल वन् ओके वन् वन्ता वन् नु नु वन् नु इडागमः भवति वन् वनिता वनिता नामेव वनिता वनिता वनितुं वनितव्यं वनिष्यते वनिष्यति परस्मैपदे एव ओ परस्मैपति अस्तु वनिष्यति अवनिष्यत् सम्यक् तावदेव असारान्तम् इति किमपि प्रसिद्धधातुः अस्ति वा गमहनजनमन सम्थिङ्ग् वाट् इस् दट् सूत्र गमहनजनकन इदानीं दृष्टवान् जन् इत्येव वदतु जन् जन् जन् जनिता जनिता जनितुं जनितव्यम् आत्मनेपति वा परस्मेपति जनि आत्मनेपति आत्मनेपति जनिष्यते अजनिष्यत सत्यं जन् जायते इति सामान्यरूपं लट्लकाररूपं जनि प्रादुर्भावे ओ जायते आम् आम् आम् आत्मनेपति सम्यक् इति नकारान्तदातवः नकारान्तपर्यन्तं कृतवन्तः पकारान्तात् अग्रिमसप्ताहे कुर्मः अथवा बहु भ्रमः भवति तत्र अन्ते अत्रापि भगिन्याः स्प्रेड्शीट् अस्ति आर्कैव्स् पुनः आगतं चेत् अहं रेकार्डिङ्ग् स्थापयामि तत्र पुनः तत् गतम् एकवारम् आगतं पुनः गतं सः अहं न स्थापितवती रेकार्डिङ्ग् तत्रापि तत्र कू इति शक् अद्य दृष्टवन्तः एकमेव शक्ता शक्तुं शक्तव्यं शक्ष्यति अशक्ष्यत् भगिन्याः स्पृच्छीतः पठन्ति अस्मि च इति षड् दातवः पच् वच् रिच् विच् सिच् मुच् अदुपद इदुपदत्रयम् उदुपद एकम् अतः वक्ता रेक्ता रिच् किल रेक्ता वेक्ता सेक्ता मुक् अनन्तरं चकारान्तः प्रत्येव प्रष्टा प्रष्टुं प्रष्टव्यं त्यज् जकारान्तेषु त्यज् भज् यज् इति अदुपद निज् विज् इति इदुपद भुज् युज् रुज् उदुपद ऋदुपद सृज् बञ्ज् रञ्ज् सञ्ज् स्वञ्ज् अन्ये अनन्तरं मस्जि इत्यत्र एव तत्र सूत्रमासीत् अम् इति आगमः इति कृत्वा तत्र मङ्क्ता मङ्क्तुं मङ्क्तव्यं मङ्क्ष्यति मस्ज मस्जि नशोर्जलि मस्जि नशोर्जलि अनन्तरं ब्रश्च इत्यत्रापि विशेषं विशिष्टधातुः दृष्टवन्तः रम् इति आगमः उपादायः अनन्तरं रेपस्य लोपः कृत्वा रम् आगमः अनन्तरम् अद् पद् षद् सद् हद् हद् वा हृद् वा हद् किद् चिद् बिद् विद् स्विद् शुद् तृद् नुद् स्वन्द् इति दकारान्तः भगिन्या तु विंशति इति लिखितम् अत्र वयं तु पञ्चादश एव दृष्टवन्तः किल किमर्थमिति न जानामि प्रायः इतोपि योजितवती प्रायः अनन्तरं दकारान्त प्रायः तत्र दकारान्तेषु एकादश अस्ति वयं तु द्वादश इति दृष्टवन्तः अस्तु तत्र व्यद् सिद्ध कृद् शुद् बुद् युद् रुद् तत्रैव रुद् इति अनुरुद् रुद् शुद् आकारान् आदुपद अपि आसीत् राद् साद् अनन्तरं बन्ध् धातुः तत्रैव विशिष्टरूपम् आसीत् किल बंस्यति अबंस्यत् एकाचो बशो बश् नकारान्तेषु धातुद्वयं मन् हन् तत्र अपि वृद्धनोः स्ये इत्यनेन हनिष्यति अहनिष्यत् इति रूपं भवति नकारान्तपर्यन्तं वयं दृष्टवान् अस्तु वा अग्रिमसप्ताहे अग्रे पकारान्तः पश्यामि तत्तु बहुवारं स्टोरि टु भगिनि आम् तद् पठितवती स्टोरि न अवगतं मया अहमपि पठितवती तस्य स्टोरि इति न अवगतम् तत्र स्टोरि पठित्वा तत्र लिङ्क् स्थापनीयम् इति तदपि एकम्बर् दातु कनेक्टेड् देम् वित् द स्टोरि तत्र राहुकालस्य कृते अपि एतादृश किमपि स्टोरि अस्ति किल तत्र मण्डे कस्मिन् समये इति तादृशं किमपि स्टोरि बट् लिङ्क् यु हव् टु अण्डर्स्टाण्ड् द स्टोरि प्रयत्नं कुर्मः धन्यवादः धन्यवादः धन्यवादः धन्यवादः